नमस्कारः सर्वेषाम् अस्माकम् पाणिनीयव्याकरणवर्गे स्वागतम्। आत्सातुकप्रकरणे तव्यत्तुमुन्द्रिच् इति पाठः अनुवर्तते। तत्र वयं सनन्तधातूनां तव्यत्तुमुन्द्रिच् पर्यन्तं दृष्टवन्तः गत सप्ताहद्वयात् पूर्वम्। सः तस्मात् एव आरम्भं कुर्मः। एकवारं पूर्णतया पठित्वा पूर्णपाठस्य अपि एकवारं पुनरावलोकनं कुर्मः, येन किञ्चित् अवगमनं भवेत्। सुसनन्तधातूनां तव्यत्तुमुन्त्रिज्यन्तरूपसिद्धिः इति, उषा भगिनी भवती एव पठति वा? भगिनि, सनन्तधातूनां तव्यत् तुमुन् त्रिजन्तरूपसिद्धिः। सर्वेषां सनन्तधातूनाम् अन्तिमवर्णः अकारः इत्युक्तौ सर्वे सनन्तधातवः आदन्ताः। तदर्थं तव्यत् तुमुन् त्रिजन्तविवक्षायां येषु अन्यतमे प्रत्यये आर्धधातुके सति अतोलोपः इत्यस्य प्रसक्तिः च प्राप्तिश्च भवति एव। तस्मात् सनन्तधातोः अन्ये ये अकारः तस्य लोपः, अन्ये यः अकारः तस्य लोपः। सनन्तधातुः च सदा अनेकाच् इति कृत्वा सनन्तधातवः सेटः। एवं सति सनन्तधातूनां तव्यत्रुमुन् त्रिच् इत्येतेषां रूपसिद्धिमार्गः सर्वत्र समानः अस्तु। सनन्तधातूनाम् अन्तिमवर्णः अकारः, तदा अतोलोपः इति आर्धधातुक अत्र तव्यत्तुमुन् त्रिच् प्रत्यये रूपसिद्धि इत्यनेन अग्रे तव्यत्तुमुन् त्रिच् विवक्षा अस्ति, अन्तिम तव्यत्तुमुन् त्रिच् अस्ति आर्धधातुकप्रत्ययाः। तदा आतोलोपः इत्यस्य प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति, अकारस्य लोपः भवति। सनन्तधातुः सर्वे सनन्तदातवः अकारान्ताः, तस्य लोपः अपि जातः। अनन्तरं सर्वे सनन्तदातवः अनेकाच् अस्ति इत्यनेन सेट् अपि अस्ति, सेटः। एवं सति सनन्तधातूनां तव्यत् इत्येतेषां रूपसिद्धिमार्गः सर्वत्र समानः। सर्वे सनन्तधातूनां रूपसिद्धिमार्गः अग्रे उच्यते। तद्यथा जिगमिष योगः इतव्य ओके सेटः इत्यनेन इडागमः, जिगमिष योगः ईतव्य अतोलोपः इत्यस्मात् अदन्त अङ्गस्य ह्रस्वकारलोपः भवति आददादिके प्रत्यये परे। जगमिष् योगः इतव्य जगमिष् जिगमिष् टैपो दे ओके जिगमिष् योगः इतव्य जिगमिषितव्य चकारः ईतव्य योगः इष् योगः ईतव्य ओके जिगमिषितव्य एवमेव जिगमिषयोगः ईतुं जिगमिषितुं जिगमिषितृ जिगमिषा जिगमिषता न मिषिता मिषिता देन् द वाट् वुड् बि द जिगमि शी ति जिगमिषि त्रि त्रि ओ त्रि त्रि त्रि खलु भगिनि त्रि ओके जिगमिषित्रि जिगमिषित्रि जिगमिष जिगमिषि देन् जिगमिषि देन् तृ तृ एव देन् जिगमिषि तृ अय्या नपुंसकलिकम् ओके अतोलोपः वयं पूर्वं पठितवन्तः। अदन्त प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं प्रथमवाक्यम् अस्ति अदन्त अङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुके प्रत्यये परे अस्तु। अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अस्तु भगिनि, अदन्त अङ्गस्य अकारस्य लोपः भवति आर्धधातुके उपदेशे इति अस्ति. अस्तु, अत्र ध्येयं यत् ह्रस्व अकारस्य लोपानन्तरं पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणप्रसक्तिः भवति, परन्तु परन्तु अच परस्मिन् पूर्वविधौ इति परनिमित्तिक अजादेशः, परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. परनिमित्तिक अजादेशः बहुवारं पठितवन्तम् इदं सूत्रं भगिनि. परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अस्तु, परनिमित्तिकः अत्र आर्धधातुकप्रत्ययः, अच् आदेशः, अच् आदेशः यत् यत् अजा अच् लोपः अभवत् तत् लोपः अजादेशः इव स्थानिवत् भवति पूर्वविधौ कर्तव्ये. ओके, पूर्वविधौ अस्ति, पूर्वविधौ अपि अतो लोपः नो पूर्वविधौ कर्तव्ये अतोलोपः सति सप्तमी खलु. पूर्वविधौ कर्तव्ये, पूर्वविधौ कर्तव्ये सति, पूर्वविधौ कर्तव्ये सति परनिमित्तिक अजादेशः लोपः, परनिमित्तिक अजादेशः इति लोपः स्थानिवत् भवति, स्थानिवत् सो अकारः इव दृश्यते पूर्वविधौ कर्तव्ये. ओ, द पूर्वविधि इस् द पुगन्तलघुपदस्य च जिगमिष जिगमिष् यत्र लोपः अभवत् शकारात् पूर्वं नो पूर्वविधिः खलु पूर्वविधि पूर्वविधौ कर्तव्ये. इफ् ऐ हेव् टु डू द पूर्वविधि परनिमित्तिक अजादेशः स्थानिवत् भवति अजादेशः लोपः दट् इस् सीन् अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थानी. ओके, तदपि ओके. स्थानी इति अत्र शकारात् अनन्तरं यत् अह श् अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. ओके, पूर्वविधौ नाम स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. ओ, पूर्वस्थितस्य कार्यं विधीयते. सो लोप अनन्तरम् इकारः इति शुड् बि टेकन् अस् पुक् लघु उपदा इति. इदानीम् उपदायां कः वर्णः इति चिन्तनीयम्. इदानीम् अजा अकारस्य लोपः जातः, लोपानन्तरं पूर्वविधिः, पूर्वविधिः पुगन्तलघुपदस्य च, पुगन्तलघुपदस्य च कार्यं कर्तुं शक्यते, परन्तु अचनिम् अच परस्मिन् पूर्वविधौ इत्यनेन अन्तिम अकारः एव दृश्यते, लोपः न दृश्यते पुगन्तलघुपदस्य च इति सूत्रेण. तेन कारणेन इकारः नो गुणः नास्ति, अकारः एव दृश्यते, अन्तिम अकारः एव दृश्यते, उपदा शकारः एव हल् एव दृश्यते. सो पुगन्तलघुपदस्य च इत्यनेन गुणः नास्ति, गुणः न भवति, नास्ति यदा पुगन्तल स्थानिवत् एव दृश्यते, अकारः एव दृश्यते. यदा पुगन्तलघुपदस्य च इत्यनेन उपदायां स्थितस्य लघु इकः गुणः जायमानः तदा इतव्य इतुम् इतृ निमित्तं मत्वा अल्लोपः स्थानिवद् भवति, अतः उपदागुणः न सम्भवति. अस्तु, एवमेव सर्वेभ्यः सनन्तधातुभ्यः तव्यत् तुमुन् तृच् इत्येतेषां रूपसिद्धिः भवति. अवगतं खलु. यदा वयं भगिनी कथयोगः निश्चित्यस्मिन् स्थितौ दृष्टवन्तः, समानमेव अत्रापि सनन्तविषये अजाद् अतो लोपः इत्यनेन यद् अकारलोपः जायते तद् स्थानिवत् भवति. अतः इदानीं पुगन्तलघुपदस्य च यदा आगच्छति तदापि तत्र उपधायां शकारः एव दृश्यते, न तु इकारः, अतः तस्य कार्यं न भवति. अतः तद् यद् लोपः जातः पूर्वविधिः इति पूर्वलोपः यत् जातः तद् न पश्यति. अस्तु, आं तत् करोति वा? पट् अपि पटिश लोकः पट् धातु पिपटिश इति सनन्तधातु पिपटिश योगः तव्यत् पिपटिषि पिपटिषितव्य पट् धातु पिपटिषितव्य पिपटिषितव्य पिपटिषितुं पिपटिषितृ इति पिपटिषिता पिपटिष्यति न पिपटिषित्री अनन्तरं पिपटिषितृ तृ धातु चिकीर्ष सनन्तधातु चिकीर्षयोगः तव्यत् चिकीर्षितव्य चिकीर्षितुं चिकीर्षिता चिकीर्षित्री चिकीर्षितृ चिकीर्षितृ चिकीर् चिकीर्षितृ मुच् धातु मुमुक्ष मुमुक्षयोगः तव्यत् मुमुक्षितव्य मुमुक्षितुं मुमुक्षिता मुमुक्षित्री मुमुक्षितृ आद् धातु चिखादिश चिकादिशयोगः तव्य चिकादिशि तव्य चिकादिशितुं जिका चिका दिशि दिशिता चिखा दिशित्री चिखा दिशितृ बद्ध विवदिश विवदिश यः वक्तुम् इच्छति विवदिश विवदिशितव्य विवदिशितव्य विवदिशितुं विवदिशि विवदिशिता विवदिशित्री विवदिशि तृ अनन्तरं वच् विवक्ष विवक्षितव्य विवक्षिता विवक्षितव्य विवक्षितुं विवक्षिता विवक्षिता विवक्षित्री विवक्षितृ पा पिपासा पिपासयोगः तव्यत् पिपासितव्य पिपासितुं पिपासिता पिपासित्री पिपासितृ अनन्तरं धा धातु दित्स दित्सयोगः तव्य दित्सितव्य दित्सितुं दित्सिता दित्सित्री दित्सितृ सनन्तः वयं पूर्वं न दृष्टवन्तः खलु. आम् आं भगिनि, सनन्तः वयं पठितवन्तः खलु पठितवन्तः भगिनि एवं वा? नो नो नो बट् वय नो नो न पठितवन्तः न पठितवन्तः किमर्थं द्वित्वं न जा किमर्थं न जातं दा न न दाद अभ्यासलोपः हेपन्स् ओ समान अस्माकं यदा पूर्वं दृष्टवन्तः तादृशं वा? तत्र विशेषसूत्रेण एवं वा? 6 4 1 20 or something the lopaha the and the ye also I thought would come but then ditsa for maybe sananta atah eva but atah lopa abhyasasya itane atah jatava तत्र दा इत्यस्य तत्र अस्ति तत्र दा दिस् इति भवति सनि मीमा अनेन इस् इति आदेशः भवति दिस् इति भवति दा दिस् अनन्तरम् अत्र लोप अभ्यासस्य इत्यनेन लोपः भवति ओ अत्र लोपो अभ्यासस्य वा अत्र लोपो अभ्यासस्य कुत्र अस्ति अत्र खलु तद् 7 4 8 is 57 58 7 4 58 7 4 58 7 4 58 अत्र लोपोऽभ्यासस्य अपि यदेतत् प्रकान्तं सनि अभ्यासलोपो भवति अभ्यासस्य लोपोऽभ्यासस्य अभ्यासलोपः हेपन् बट् ओ दण्ड ऐ वास् थिङ्किङ्ग् आफ् द्वसो रे धाप् अभ्यासलोपश्च तत् वयं दृष्टवन्तः ओन्लि फार् हि परः अस्ति चेत् अत्र तत्र शनि शनिपरे मी मा गु गु संज्ञकस्य भवति अत्र इस् इति भवति अत्र दिस् इति भवति दा इत्यस्य दिस् भवति अनन्तरम् अत्र लोप अभ्यासस्य इत्यनेन तत्र लोपः भवति द्रष्टव्यः खलु सनन्तकृदन्तेषु तृच् एकं पश्यामः केवलं तृच् अथवा किं किं दृष्टवन्तः इदानीं तव्यत् तुमुन् ओ आं सनि मी मा गु अपि अस्ति सनि मी मा गु रब् लब् शक 7 4 54 भगिनि जस्ट् बिफोर् द अत्र लोप अभ्यासस्य सनि मी मा गु रब् लब् शक पत पतं पदाम् अच इस् दित्सिता इति अत्र दत्तमस्ति अस्ति दित्सिता दित्सित्री दित्सितृ अत्र किं दृष्टम् इदानीं सत्यमेव सनि मीमा गूर फल पश कफ सपधा आकारस्य इस् भवति ओ आम् सन्निन्दोः दा दिस् स अनन्तरम् अत्र लोपोऽभ्यासस्य इत्यनेन दकारलोपः दिस् स नूल् तृचौ इत्यनेन तृच् अर्धधातुकस्य इड् वलादेः इडागमः अतो लोपः इत्यनेन लोपः सः स्यादार्धधातुके इत्यनेन दित् इस् इ तृ तत्र किमपि नास्ति न न सकारस्य तकारः सः स्यादार्धधातुके दिस् दिस् दित् जातः अनन्तरं सनि मीमा इत्यनेन पुनः सकारः आगच्छति दिस्त् इतृ त्रिवारं सूत्रस्य कार्यम् सम्यक् अस्ति एतत् स्वोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः दित्सितृ इति अस्ति द्विवारं कार्यं सनि मीमा इत्यस्य पश्यामि सूत्रं किं वदति सनि प्रत्यये सकारादौ परतः मी मा गू रब लब शक पत पद इत्येतेषाम् अङ्गानाम् अचः स्थाने इसित्ययम् आदेशो भवति अङ्गं भिन्नं भिन्नम् अस्ति इति कारणेन द्विवारम् आगच्छति वा सकारस्य स्थाने दिस् इति प्रथमवारम् यदा अत्र लोप अभ्यासस्य इत्यनेन लोपः जातः इदानीं दिस् इति पुनः अस्ति अतः क्षम्यतां दित् स्यः सः स्यादार्धधातुके इत्यनेन दित् जातः अतः पुनः सनि मीमा इत्यनेन इस् आगच्छति ओ सनीमा ओ इस् इति अत्र अस्ति अच इति इस् भवति द्विवारं सूत्रस्य प्रसक्तिः दित् स्थाने दिस् समूहस्य दित्स दित्सितृ दित्सितृ अस्तु के कुत्र स्थगितं भगिनि दा इति दीक्षितव्य या दीक्षितव्य दीक्षितं दीक्षिता दीक्षित्री दीक्षिता दीक्षितृ अनन्तरं जि अग्रे अपि करोमि किं भगिनि पूरयतु अनन्तरं महोदय यङन् ददातु अस्तु जि इति जिगीषितव्य जिगीषितुं जिगीषिता जिगीषित्री जिगीषितृ युद्ध इति युयुत्स युद्ध युयुत्स युयुत्सितव्य युयुत्सितुं युयुत्सिता युयुत्सित्री युयुत्सितृ लभ इति लभ लिप्स योगकर्तव्य लिप्सितव्य समानं सूत्रं खलु अत्रापि लोप अभवत् लब् प्रथमगणः खलु लभते आं सत्यम् ओ बट् सन् द्वित्वं जातम् ओके ओ दट् ओ सनि मीम अत्र लब् अस्ति अत्र द्विवारं न जातं भवती वदतु अनन्तरम् अहं वदामि प्रक्रिया अस्तु भगिनि लब् लिप्सितव्य लिप्सितुं लिप्सित् लिप्सिता लिप्सित्री लिप्सितृ ज्ञादातु जिज्ञासा जिज्ञासितव्य जिज्ञासितव्यः जिज्ञासितव्यौ जिज्ञासितव्याः ओके रामशब्दवत् ओके देन् जिज्ञासितुं जिज्ञासिता जिज्ञासित्री जिज्ञासितृ देन् शुश्रूषितव्य शुश्रूषितुं शुश्रूषिता शुश्रूषित्री शुश्रूषितृ दृष्दातु दिदृक्ष् दिदृक्ष् भवति ओ ऐ थाट् सृजीदृशो जल्यमकिति दट् विल् कम् ओके इट्स् नाट् दर्श् इति डिन् बिकम् इत्यनेन वा शकारस्य शकारः दिदृक्ष् दृश्य दि ओके दिदृश् दिदृक्ष् अनन्तरं षडोकः षडोकः सि षडोकः सि ओ ओ सनन्ता इत्यनेन अनन्तरं सत्त्वं सत्त्वं प्रायः दिदृक्षितव्य दिदृक्षितुं दिदृक्षिता दिदृक्षित्री दिदिक्षितृ बृद्ध धातु विवर्धिष्टितव्य विवर्धिषितुं विवर्धिषिता विवर्धिषित्री विवर्धिषितृ विवर्धिषितृ तत्र लब् धातोः विषये प्रथमं तत्र सन्यङ्गोः अनन्तरं सनि नीमा इदानीं दृष्टवन्तः खलु अनेन लब् लिस्ब् तत्र इस् आगमः खलु अनन्तरम् अत्र लोपोऽभ्यासस्य इत्यनेन लब् लब् लब् इत्यस्य अभ्यासस्य लोपः जातः. इदानीं लिस्ब् योगः सकारः नूल् तृचौ इत्यनेन तृच् आर्धधातुकस्य इड्वलादेः इडागमः अतो लोपः इत्यनेन अकारलोपः लिस्ब् इस् ई तृ अनन्तरं स्कोः संयोगाद्योरन्ते च आगच्छति. अत्र सकारलोपः जातः लिब् इस् इ त्रि अनन्तरं करी च लिब् लिप्स् लिप्सि लिप्सितृ इति रूपं. तत्र तु द्विवारं सनीमिमो मिमा गुर इति सः स्याद् आर्धधातुके अपि आगतं खलु तत्र अत्र अस्य प्रसक्तिः नास्ति. इण्ट्रेस्टिङ्ग् अस्ति एतत्. सहस्यात् आर्धधातुके इत्यस्य निमित्तं किम् आसीत्? सहस्यात् सूत्रसङ्ख्या 7449. सहस्यात् आर्धधातुके सकारान्तस्य अङ्गस्य सकारान्तस्य अङ्गस्य सकारादि आर्धधातुकप्रत्यये परे सकारादेशः भवति. अत्र सन् सकारादि किमस्ति? सकारादि सकारान्तस्य अङ्कस्य सकारादि आर्धधातुके प्रत्यये परे सकारादेशः खलु. सकारादि सकारान्तस्य अङ्गस्य सकारान्तम् अङ्गं दिस् सकारादिप्रत्यये परे सकारादिप्रत्ययः सकारः अस्ति आर्धधातुकप्रत्यये परे सकारादेशः तत्र सम्यक् दित् सकारः आगच्छति. दिस्योगः सकारः सो दित्योगः सकारः आगच्छति. अत्र तु सकारादिप्रत्ययः नास्ति खलु लब् दीक्षितृ तत्र सकारादिप्रत्ययः नास्ति. बकारादि क्षम्यतां सकारादि अङ्गं नास्ति. लिब् इत्येव अङ्गम् अतः लिस्ब् इति अङ्गम् अतः तस्य प्रसक्तिः नास्ति. अवगतं वा? मया अवगतं, भवन्तः अवगतवन्तः वा? किमर्थम् स प्रत्ययः फर् दा धातु दा दादा अनन्तरं सन् प्रत्ययः सनि दादिस् योगः सा दिस् योगः सा अनन्तरं हौ डिड् इट् बिकम् दा सनि सनि मीमा. ओ ओ अस्तु अस्तु अस्तु अस्तु दिस् योग स इति दिस् योग स अनन्तरं दिस् योग स इति अस्ति दिस् अत्र सकारस्य लोपः खलु तत्र तदेव खलु स्कोशयोगे सकारस्य लोपः दिस् ये पुनः न जानामि तत्र प्रायः कुत्रचित् प्रायः दोषः स्यात् तत्र तादृशः भवति खलु तत्र अष्टदे डाट् काम् मध्ये अपि दोषः एव एक एव आगच्छति तदेव आगन्तव्यं भवति. चिन्तयामि किमर्थं द्विवारम् अत्र सकारस्य स्को इत्यनेन लोपः भवति तावदेव. दट् सनि कृदन्त इति अस्ति खलु तत्र दा दिस् योगस् इति अस्ति खलु दा दिस् योगस् इति अस्ति इदानीं दिस् इत्यस्य तत्र दा लोपः भवति अत्र लोप अभ्यासस्य दिस् योगस इदानीं दिस् योगस कोशयोगात् इत्यनेन सकारस्य लोपः दित्स दित्स इत्येव न दित् दिस् योगः स सः स्याद् आर्धधातुके इत्यनेन दित्तियोगः स जातः इदानीम् इदानीं पुनः सकारः आनीतवन्तः इस् सनि मीमा इत्यनेन दिस्तियोगः स सुगोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः प्रायः दट् स्टेप् इस् राङ्ग् दित्तियोगः स इत्येव स्कोः संयोगाद्योरन्ते च इत्यस्यापि कार्यं नास्ति प्रायः सकारादेशः भवति खलु सकारान्तस्य अङ्गस्य सकारादिप्रदात् इदानीं सकारस्य तकारः भवति तावदेव खलु स्कोः न भवति स्कोः न भवति अनन्तरम् एतद् इस् इति आदेशः किमर्थं तद् मध्ये आगच्छति कस्य स्थाने आदेशः आकारस्य स्थाने खलु आकारस्य इस् इति आकारस्य स्थाने दा इत्यस्य दिस् इति भवति दिस् इति अस्ति दित् योग स इति भवति इदानीं सः सत्यं तत्र अवश्यं न भवति किमर्थम् इत्युक्ते मध्ये आगतं यदा इस् दा स्थाने इस् सम्यक् तत्र क्लेशः नास्ति इदानीं पुनः यदा आनीतवन्तः तत्र दित् इत्यस्य दिस् इति कथं जातम् खलु तत्र दोषाः एव खलु मितचोन् एतत्तु मित् अपि नास्ति मध्ये किमर्थम् आगतम् सम्यक् अस्ति एतत् सनन्ताः अग्रे पश्यामः आगच्छति वा अस्तु अग्रे पश्यामः वा महोदय यङन्तदातूनां तव्यत्वमन्त्रिग्यन्तरुपसिद्धिः सर्वेषाम् एगन्तदातूनाम् अन्तिमवर्णः असारः इत्युक्तौ सर्वे एगन्तदातवः अदन्ताः यङ्सत्यात् पूर्वं यः वर्णः सः अच् वर्णः चेत् तव्यत्तुमुन् सृजन्तानां रूपमेव यङ् प्रत्ययात् पूर्वं यः वर्णः सः अच् वर्णः चेत् तव्यत्तुमुन् सृजन्तानां रूपमेव यङ्प्रत्ययात् पूर्वं यः वर्णः सः अच् वर्णः चेत् तव्यत्तुमुन् सृजन्तरूपम् एवं भवति तदर्थं तव्यत्तुमुन् सृजन्तविवक्षायां येषु अन्यतमे प्रत्यये अर्धातुके सति अतो लोपः इत्यस्य प्रसक्तिः प्राप्तिश्च भवति एव तस्मात् यङन्तदातोः अन्ते यः अकारः तस्य लोपः यङन्तदातुः च सदा अनेकाचिति कृत्वा सर्वे यङन्तदातवः सेटः विवंशति यङन्तदातूनां तव्यत्तुमुन् त्रिच् इत्येतेषां रूपसिद्धिमार्गः सर्वत्र समानः यथा नेनीय इति अस्ति नेनीययुग इतव्य एकनिमिष नेनीययुग इतव्य अत्र अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्धातुके प्रत्यये परे नेनी युग इतव्य इदानीं तत्र नेनीतव्य इति अस्ति तथैव नेनीयुतुं नेनीहिता इति भवति एवमेव लोलूयितुम् इति अत्यन्त अकारस्य लोपः तत्र अतो लोपः इत्यनेन लोलूय् इति अस्ति तत् धातु अस्ति लोलूयितव्य लोलयितुं लोलुयिता इति भवति तथैव भोभूय इति अस्ति भोभूयितुं भोभूयितव्य भोभूयिता इति भवति अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति खलु अग्रे पठामि तत्र किमपि नास्ति केवलं तत्र अथो लोपः इत्येव कार्यमस्ति अजन्त अस्ति तत्र अस्तु तत्र अग्रे अकारान्तस्य लोपः भवति अस्ति अकारस्य लोपः भवति इति अस्ति यङ् प्रत्ययात् पूर्वं यवर्णः स हल् वर्णः चेत् तव्यत्तुमन् सृजन्तरूपम् एवं भवति तत्र स सर्वत्र इदानीं यकारात् पूर्वं वयं दृष्टवन्तः अचुवर्णः अस्ति इति कृत्वा इति इदानीं यङ् प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् तव्यत्वमन्त्रजन्तरूपम् एवं भवति. सूत्रमस्ति यस्य हलः हल् उत्तरस्य हल् उत्तर य शब्दः लोपः भवति यत् अत्र य शब्दस्य एव लोपः भवति आर्धातुके प्रत्ययपरे अनेन य इत्यस्य लोपः देभिद्य इति यङन्तधातुः अस्ति इदानीं तत्र यकारात् पूर्वं तत्र इदानीं तत्र संयोगः अस्ति अतः दकारः अस्ति अतः तत्र यस्य हलः इत्यनेन य इति शब्दस्य लोपः भवति बेबिद् योग इदानीं तत्र अनेका च अस्ति बेबिद् योगतव्य बेबिदितव्य इति भवति बेबिदितव्य बेबिति बेबिदितुं बेबिदिता इति भवति तथैव भ्रश्य इतव्य तत्रापि तत्र य इत्यस् पूर्वं हल् वर्णः अस्ति इति कृत्वा यस्य हलः इति सूत्रस्य पृथक् न तु अतो लोपः इत्यस्य 6449 पूर्वमस्ति 6448 तस्य अपवादः अस्ति यस्य हलः इति खलु तत्र यस्य हलः इति हल् उत्तर य शब्दस्य लोपः भवति न तु अतो लोपः इत्यत्र प्रसक्तिः अस्ति परन्तु न भवति इति अस्ति तर्हि बाभृष्य इति अस्ति बाभृष् बा स्वक्षम्यतां बाभ्रषि बाभ्रषितव्य बाभ्रषितुं ब्राभषिता बाभ्रषिता इति भवति एवमेव तत्र सर्वत्र यदि हल् वर्णः अस्ति एकारात् पूर्वं तर्हि तत्र यस्य हलः इति भवति अतो लोपस्य अपवादरूपेण एवमेव दन्द्रम्य इति तत्र दन्द्रमितव्य दन्द्रमितुं दन्द्रमिता इति भवति चङ्क्रम्य इति अस्ति चङ्क्रमितव्य चङ्क्रमितुं चङ्क्रमिता इति भवति लेलिख्य इति अस्ति लेलिक् इतव्य तत्रापि लेलिखितुं लेलिखिता अत्र च परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं भवितुम् अर्हति इति अस्ति तत्र तत्र य शब्दः अस्ति तत्र अच परस्मिन् अत्र य शब्दस्य लोपः तत्र इदानीं तत्र न तु तत्र लोपः किमस्ति अत्र परनिमित्तिक अजादेश अस्ति वा एतत् नास्ति अजादेश नास्ति खलु अत्र इदानीम् अजादेश अस्ति हल् अपि अस्ति अत्र अचादेशः इति नास्ति तत्र य इति अस्ति अतः अजादेशः भवति वा यकारस्य अकारस्य लोपः अस्ति तद् मिलित्वा अजादेशः स्वीकुर्मः चेत् भवति अतः च परस्य पुरस्य कार्यं भवितुमर्हति लेलिखि अत्र न भवति लेलिखितव्य लेलिखितुं लेलिखिता इति भवति पापठ्य इतव्य तत्र पापठितव्य पापठितुं पापठिता इति भवति वशितव्य वशितुं वशिता इति भवति तथैव निज् धातुः नेनिजितव्यं नेनिजितुं नेनिजिता इति तथैव तत्र पुगन्तलघुपदस्य भवितुमर्हति तत्र तत्र परन्तु न भवति इति अस्ति अत्रापि अतैव वेविद् इति अस्ति वे विदितव्य वे विदितुं वे विदिता इति भवति मोमुद्य इति अस्ति मोमुदितुं तत्र मोमुदितुम् अत्रापि पुगन्तलघुबुद्धस्य प्रसक्तिः भवितुमर्हति परन्तु न भवति द्रष्टव्यं भवति मोमुदितव्य मोमुदितुं मोमुदिता इति अस्ति कथं वा तत्र गुणस्य वारणं भवति द्रष्टव्यं भवति एतद् इदानीं सङ्घर्षः यस्य हलः पुगन्तलघुपदस्य च इत्यनयोः वा तं तद् अल्लोपः स्थानि तदेव द्रष्टव्यम् अस्तु अरुणा भगिनी अस्ति वा तत्र किमपि काल् कट् जातम् इति चिन्तयामि. अस्ति वा भगिनि अरुणा पठति वा? नास्ति कुत्र इति ज्ञातं वा भगिनि? करपत्रमस्ति भगिनि, स्क्रोल् डौन् लोपः यङन्त इति धातवः उपपदा धातुः उदुपद तस्मात् अनन्तरम् अत्र देयं यत् एव अत्र केवलं चच्चि कश्चि भगिनि अचः परस्मिन् पूर्वविधौ इति सूत्रमपि अस्ति खलु. ओ ओ ओके आल्मोस्ट् एण्ड् भगिनि, वि आर् इन् द एण्ड् आफ् द लेसन्. अत्र प्रश्नः उदेति भगिनि, प्रश्नः उदेति, प्रश्नः आगतः इति अस्ति तस्मात् पूर्वं यस्य हलः यदा पुगुन्तलघुपदस्य च आचः परस्मिन् पूर्वविधौ यु केन् जस्ट् फालो टु गो टु द स्क्रोल् टु द एण्ड् टिल् दट् उषा भगिनी scroll down. I'm using my cell phone, so it's so hard to then it is difficult. Pusha bagini patati ha, our hyperlink in the beginning is there bagini. That is the best thing. That is one. You can scrolling touch that very... astu atra dheyam yat य शब्दस्य लोपानन्तरं पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणप्रसक्तिः भवति स्म, परन्तु अच परस्मिन् पूर्वविधौ परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. तथा एव वयं पूर्वमपि दृष्टवन्तः सनन्तकृते अपि. सो अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ यदा पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य लघु इकः गुणः जायमानः तदा इतव्य इतुम् इतृ निमित्तं मत्वा अल्लोपः स्थानिवत् भवति, अतः उपधा गुणः न सम्भवति. तदेव वयं दृष्टवन्तः पूर्वमपि. अत्र यकारलोपः अत्र यकारलोपः यकार अकार खलु यकार अकारस्य लोपः एनिवे अकारलोपानन्तरं यकारलोपानन्तरं ने निज् एव ने निजि खलु भगिनि ने निजि य शब्दलोपः य शब्दलोपः यकार अकार ने निज् ने निज् योगः इतव्य सत्यम् इति अस्माकं निमित्तमस्ति इदानीं. सो ने निजितव्य सो ने निज् देन् लघु उपदा इस् द इकार निज् इत्यस्य ई लघु उपदा न दृश्यते इत्येव वयं अच परस्मिन् पूर्वविधौ इत्यस्य कार्यम् अल्लोपः तानिवत् भवति भवति अस्तु. अल्लो केवलं अल् लोपः, नाट् अच् लोपः, अल् लोपः. अस्तु, समीचीनं. अल् लोपः स्थानिवत् भवति पूर्वविधौ अगेन् पुगन्तलघुपदस्य च. अस्तु, यस्य हलः तदपि वयं पूर्वं दृष्टवन्तः. कुत्र यङन्त कृते वयं पूर्वं दृष्टवन्तः द्विवारं त्रिवारं यस्य हलः आगतं गतपाठे अपि अन्ते आसीत् यस्य हलः यस्य हलः इति गतपाठे अपि वयं सन् अपि दृष्टवन्तः भगिनि. आम् आम् लुट्लकारे अपि दृष्टवन्तः, परन्तु तादृशचिन्तनं न कृतम् अत्र. चिन्तनं प्रथमवारमेव न कृतं तत्र किमर्थं न भवति इति. यस्य हलः हल् उत्तरस्य य शब्दस्य लोपः भवति आर्धधातुके आर्धधातुकप्रत्यये परे. यस्य षष्ट्यन्तं हलः, यस्य षष्ट्यन्तं हलः पञ्चम्यन्तं द्विपदमिदं सूत्रम्. अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अस्तु. अनुवृत्तिसहितसूत्रं हलः यस्य अङ्गस्य, हलः पञ्चम्यन्तं, सो हलः परः यकारशब्दः, यकारस्य लोपः भवति. यस्य अङ्गस्य लोपः, यस्य अङ्गस्य इति य इति अन्तिमवर्णः अस्ति, यकारस्य लोपः आर्धधातुके प्रत्यये परः अस्ति चेत् अस्तु भगिनि. अत्र प्रश्नः आगतः यत् यस्य हलः इत्यनेन य शब्दस्य लोपानन्तरं यदा पुगन्तलघुपदस्य च इत्यनेन गुणः जायमानः तदा इतव्य, इतुम्, इतृ निमित्तं मत्वा अल्लोपः स्थानिवत् भवति इत्यस्मात् उपदागुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्वम् अकारे एव वा सम्पूर्ण य शब्दे वा अल्लोपस्य. तत्र मात्रा उच्यते यत् अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते यतोहि य शब्दस्य लोपः अजादेशः एव नास्ति. अतः य शब्दस्य लोपः प्रसङ्गः इति चेत् अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिरेव नास्ति. सो यकारस्य लोपः भवति इत्यनेन पूर्वम् अकारस्य लोपः, अत्र यकारस्य लोपः य शब्दस्य लोपः प्रसङ्गः इति चेत् अच परस्मिन् पूर्वविधौ अचः स्थाने इति नास्ति वा, यकारस्य स्थाने इति लोपः जातः. प्रश्नः अवगतः खलु, तदेव मम प्रश्नः अपि आसीत्. सो य शब्दस्य लोपानन्तरं पुगन्तलघुपदस्य च इत्यनेन यद् गुणः जायमानः तद् अल्लोपः स्थानिवत्, अल्लोपः इत्यनेन यकारस्य अकारस्य इति मत्वा उपदागुणः बाधितः, तत्र अल्लोपः स्थानिवत् इति अकारः एव वा सम्पूर्णशब्दः वा शब्दः, तदेव तदेव ममापि जिज्ञासा आसीत्. सो मात्रा उच्यते तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते. आम्, तत्र समस्या भवति एव खलु, य शब्दस्य लोपः अजादेशः नास्ति एव नास्ति, न तु अजादेशः, केवलम् अच् आदेशः न, हल् अपि अस्ति खलु, यकारः अपि अस्ति. य शब्दस्य लोपप्रसङ्गः इति चेत् अचः परस्मिन् पूर्वाब्दौ इत्यस्य प्रसक्तिः एव न भवति, तत्र अच् इति उक्तं खलु, अजादेशः न गुणः भवितुम् अर्हति इति तत्र प्रश्नः. अग्रे अपि इदानीं प्राप्तं वा अरुणा भगिनि? आं गुणः प्राप्तं वा? अस्तु, धन्यवादः. मातृभिः प्रतिपाद्यते यत् यस्य हलः इत्यनेन या शब्दस्य लोपो न भवति यकारस्य एव लोपः, तदा अतो लोपः इत्यनेन अकारस्य लोपः, अदान्तङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुकप्रत्यये पदे. प्रथमं यस्य हलः ततो अतो लोपः, यदि अतो लोपः इत्यस्य कार्यप्रथमं क्रियते तर्हि यस्य हलः इत्यस्य प्रसक्तिः एव न भविष्यति. यकारोत्तरवर्ति अकारस्य अभावः अपि च अतः परस्मिन् पूर्ववधो इत्यस्मिन् सान्विद्भावः निषेधार्थे न तु विधयानार्थे भवति. अतः अतो लोपयतनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य सान्विद्भावेन. यस्य हलः इत्यनेन यकारस्य एव लोपः इयम् आश्चर्यस्य वार्ता यतोहि यस्य हलः इत्यस्य काचिकाव्याख्यायां लिखितमस्ति यत् हल् उत्तरस्य हल उत्तरस्य या शब्दस्य आजदातिके लोपे भवति. सिद्धान्तकौमुद्याञ्च हलः परस्य या शब्दस्य लोपः सर्वदापि तत् उत्तरौ माता वदति यत् द्वयोः ग्रन्थयोः या शब्दः इत्यस्य अर्थः एवं नास्ति यत् यकार अकारयो लोपो भवति उभयग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात् सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यं प्रयत्नं करोमि भगिनि. मा कृते वदति यस्य हलः इति या शब्दस्य लोपो न भवति केवलं यकारस्य लोप तदनन्तरम् अतलोपकार्यं कर्तुं शक्यते. अदन्ताङ्गस्य ह्रस्वकारलोपो भवति निमित्तमस्ति औद्योगिकप्रत्यये परे कार्यं क्रियते. तर्हि यस्य परन्तु यस्य हलः इत्यस्य प्रसक्तिः एव न भविष्यति. यस्य हल या शब्दलोप भवति केवलं यकारलोप भवति चेत् यस्य हलः कार्यं न करोति. अपि च अतः परस्मिन् पूर्वविदो यस्य सानिवद्भावः निषेधाप्ते न तु अतः यकारशब्द या यकारलोप भवति चेत् अतः परस्मिन् पूर्वविदो कार्यं न करोति तत्र न भवति. अतो लोपेतनेन अकारलोपविधानं साधयितुं न शक्यते. परन्तु तदेव मम मतम् अवगतमस्ति यस्य हलः इत्यनेन केवलं यशब्दस्य लोपः एव भवति न तु यकारशब्दस्य लोपः न भगिनि. इति पूर्वं पठितम् प्रथमं वयं तादृशमेव पठितं गतपाठे अथवा पूर्वं सर्वम्. इदानीं तत्र प्रश्नः भवति खलु अजः पूर्व परस्मिन् पूर्वविधौ इत्यस्य कार्यं कथं भवति तत्र तु अजादेशः नास्ति इति. तस्य समाधानार्थं मातृभिः एतादृशम् उक्तं यस्य हलः इत्यनेन यकारस्य लोपः भवति न तु यकार अकारयोः. अनन्तरम् इदानीं यकारलोपः जातः चेत् अकारः अवशिष्टः खलु तस्य लोपः अतोलोपः इत्यनेन. तत्र सूत्रसङ्ख्या पश्यामः चेत् यस्य अलः इस् 49 अतोलोपः प्रायः यस्य अलः इत्यस्य कार्यात् अनन्तरमेव खलु अतोलोपः कर्तुं शक्यते. पूर्वं अतोलोपः न कर्तुं शक्यते. यदा तादृशं कुर्मः चेत् हल् उत्तरस्य इत्येव अस्ति खलु तत्र निमित्तं हल् उत्तरस्य किम् इदानीमेव दृष्टवन्तः खलु हल् उत्तरस्य या शब्दस्य अतो लोपः प्रथमं कुर्मः चेत् हल् उत्तरस्य या शब्दः न भवति वा अत्र उदाहरणम् अत्र यकारस्य एव लोपः न तु या शब्दस्य कथं अत्र तद् तदेव प्रश्नः. अतः अतो लोप इति कार्यं करणीयं तस्य कार्यं भवेत् तदा एव गुणस्य वारणं भवति अथवा एतादृशं तत्र लूप् मध्ये एव भविष्यामः. अतः अतो लोपः आनयामः तत् तेन अकारलोपः कुर्मः तेन अकारस्य स्थानिवद् भावेन गुण्णः भवति सुगन्धस्य तत्पदेन उपदागुणस्य निषेधः कुर्मः. तदेव उक्तं खलु, अतो लोपः इति निषेधार्थं न तु विधानार्थं. कस्य निषेधार्थम्? अस्मिन् स्थले उपदागुणस्य निषेधार्थम्. तदेव अन्यत्र य इति अस्ति खलु, यस्य हल इत्यनेन य इति यक य शब्द य खलु अकार रामस्य इति तादृश य इति यक य शब्दस्य लोपः इति उक्तं कथं वा इति इदानीं द्रष्टव्यं भवति. यकारः एव लोपः न तु य शब्दस्य इति साधितम् इति साधितं. तदेव केवलम् अचः परस्मिन् पूर्व अचः परस्मिन् न सुगन्धलघुपदस्य च इत्यस्य बाधा कर्तुमेव तादृश दीर्घमार्गः. लघुत्वं नास्ति अत्र, गौरवमेव साधितम्. उभयग्रन्थे सङ्घातग्रहणम् इत्यस्य उक्तत्वात् सङ्घातग्रहणम् इत्यनेन सम्पूर्णबोधनार्थम् सङ्घातग्रहणम् इत्युक्ते अकारयुक्त यकारः भवेत् य इति अत्र यकार उक्त अकारः भवेत् न तु य केवलं यकारः. यद्यपि यकारस्य लोपः परन्तु य शब्द अकारयुक्त यकारः भवेत्. इदानीं यकारस्य एव करणं कथं भवति? तस्मादिति उत्तरशिष्टेन यकारस्य लोपः भवति इति खलु. उत्तरस्य य इत्यस्य लोपः भवति इति तस्माद् उत्तरस्य खलु तत्र कार्यं भवति, यकारस्य एव लोपः भवति इति तादृश चिन्तनं स्वीकृत्य यकारस्य लोपः कृतम् अत्र. ओके, सङ्घातग्रहणम् इति उक्तत्वात् तादृशं स्वीकृतम्. य शब्द यत् यत् य यकारः अकारयुक्त यकारः भवेत्, य शब्दः भवेत् सङ्घातग्रहणम् इति उक्तम् तत्र काशिका सिद्धान्तकौमुद्याम्. आम् आम् अत एव माता वदति इति यस्य हल इत्यनेन यकारस्य लोपः, अनन्तरम् अकारस्य लोपः अतो लोपः इत्यनेन अतो लोपः अग्रे स्पष्टः अस्ति. सम्यक् अस्ति एतत्. आं भगिनि अग्रे अत्र लेलेख्या पठितं पठतु. लेलेख्या योग्य एतव्य अधुना यस्य हलः इति सूत्रेण यकारो लोपः भवति, यकार एव न य शब्दः. लेलिख सङ्घातमस्ति यकार अकार सङ्घात यकार एव अपगच्छति. लेलिख भवति लेलिखा युक्तव्य अतो लोपः इत्यनेन अल्लोपः लेलिख् भवति. लेलिख् इत्यव्य परस्मिन् पूर्वविद्वतेन अकारान्त स्थानिविद्भावात् सुगन्धलघुपदस्य गुणनिषेधः भवति. लेलिखितव्या इति भवति. अवगतं भगिनि. अधुना प्रथमं यस्य हल इति सूत्रेण यकार अकारयुक्त यकार एव पुरस्यते, आर अवशिष्यते. अतः लेलिख युपयितव्य अतो लोप कार्यं कर्तते, अल्लोपः भवति. तदनन्तरम् अतस्पूर्व परस्मिन् पूर्वविदो इति सूत्रेण गुणन्तलघुपदस्य च गुणकार्यं निषेधितं भवति, लेलिखितव्य भवति. यथोक्तं माता वदति यत् यस्य हलः इत्यनेन या शब्दस्य यकारते माता वदति यत् यस्य हलः इत्यनेन या शब्दस्य यकारकारयोः लोपः यदि स्यात् तर्हि अतः परस्मिन् पूर्वविदो इत्यस्य प्रसक्तिः एव न भविष्यत्, यतोहि अतः एव स्थानिवत्त्वं विधीयते, तत्र च अकार स्थानी नास्ति. अपि तु या शब्दः एवं स्थानि तस्यां दशायां स्थानिवत्त्वं न भवति. माता वदति यस्य हलः यकार या शब्दस्य लोपः न कर्तव्यं, यकारकारयोः लोपः कुर्मः चेत् अतः अतः परस्मिन् पूर्वविधौ अत्र अस्विधिः नास्ति, केवलं या शब्दस्य एव या अस्ति, अतः पुगन्तलघुपदस्य कार्यं कर्तुं न शक्यते. सम्यक्. अतः केवलम् अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः भवेत् इति कारणेन वयं किञ्चित् यस्य हलः इत्यनेन यकारलोपः, अतो लोपः इत्यनेन अकारलोपः कृत्वा पुगन्तलघुपदस्य च इत्यस्य कार्यम् अनेन बाधितं भवति. समीचीनं भगिनी, धन्यवादः. महोदय पठतु लेलिख्य योगः. लेलिख्य योग इतव्य इति स्थले अतो लोप इत्यनेन एव अकारस्य लोपः भवति, न तु यस्य हलः इत्यनेन. प्रमाणार्थं यस्य हलः इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् यत् व्याख्याम् एवं लिखितम्, अवश्यं च अतो लोपः एव अत्र अत्र ऐष्टव्यः, अन्यथा पापचक इत्यादौ अतौपदायाः इति वृद्धिः स्यात्, तानिवद्भावः न भवति, तानिवद्भाव भावात् न भवति अस्. तस्मात् सङ्घातस्य ग्रहणं सङ्घासद ग्रहणम् अवश् अवयव अवयव अवयववशस्तु लोपः इति तदेव युक्तम्, अवयववशस्तु लोपः अस्तु. पच् सङ्घातग्रहणं कृतम् अत्र, यथा पच् योग यङ् इति अस्ति, पापच्च योग नूल् इति अस्ति. इदानीं यस्य हलः इत्यनेन य शब्दस्य लोपः भवति चेत् पापच् योग नूल् अकारहितस्य आकारसहित यकारस्य लोपेन अचपरसपुरो इत्यस्य अप्रसक्तिः, तानिवत् तानिवत् अभावात् अत उपदा इत्यनेन वृद्धिः, पापाचक इति अनिष्टरूपं भवति. अतः सङ्घातग्रहणं भवेत् अत्र, अतः अनिष्टरूपं भवति. यदि क्रमेण यस्य हल इत्यनेन यकारस्य लोपः क्रियते, अपि च अतो लोप इत्यनेन अकारस्य लोपः क्रियते, तदा अचपरस्मिन् पूर्वविदित्यस्य स्थानिवत्वात् अत उपदायत्वेन वृद्धित्वं नास्ति, तस्मात् पा पचक इति इष्टरूपं जायते. अत्र पदमञ्जर्याम् अपि अस्ति, तत्र अतो लोपः एव अत्र एष्टव्यः अस्ति, अतः तत्र अनन्तरम् अत उपदायः इति कार्यं करणीयं भवति. यदि य शब्दस्य लोपः भवति चेत् तत्र पापाचक इति नूल् रूपं भवति, अनिष्टरूपं भवति. अतः यस्य हलः इति तत्र सङ्घातग्रहणत्वात् तत्र यकार सङ्घात तादृश यकारः यः अकारयुक्तः इति इति स्वीकृत्य यकारलोपः भवति, यद्यपि सूत्रे य यस्य इति उक्तम्. अतः य इति न यकार य इत्यस्य किं भवति, यः इति भवति खलु, य इत्यस्य हलः अस्ति चेत् यः इति भवेत्, यस्य इति न भवेत्. अतः तत्र यस्य इति उक्तम्, अत्र कथं वा यकारस्य इदानीं यकारस्य लोपः सङ्घातग्रहणम् इति तत् तदपि चिन्तनीयं भवति खलु. षष्टि इति अस्ति तत्र, तर्हि अत्र अन्ततः गत्वा यकारलोपः अकारलोपः द्वयमपि यस्य हल इत्यनेन यकारस्य लोपः अकलोपः अपि कार्यं करोति अनन्तरम् इति अस्ति. पूर्वमेव यकारस्य लोपः करणीयः, न तु अतो लोपः इति आदौ न करणीयम्, आदौ करणीयं चेत् तत्र यस्य हल इत्यस्य कार्यं न भवति. हल् उत्तरस्य यकारलोपः इति उक्तत्वात् तदा य लोपः इत्युक्ते यकार अकारः, यकार अकारयुक्त यकारः इति निमित्तं, लोपस्य निमित्तम्. अत्रापि तत्र पञ्च तत्र तस्मादिपि उत्तरस्य खलु, हल् उत्तरस्य इति अत्रेण इदानीं तत्र आदिमवर्णस्य एव लोपः भवति खलु, अतः यकारस्य लोपः भवति तादृश स्वीकृत्य अनन्तरम् इति कलः अनन्तरं या एव अस्ति तस्य लोपः भवति, लोपः भवति. अग्रे पठामि वा? आम् आम्. अधुना अत्र काशिकायां य शब्दस्य अर्धातुके लोपः भवति इति तु लिखितमस्ति, किन्तु तदा लिखितमस्ति यस्य इति सङ्घातग्रहणमेतत् इति सङ्घातग्रहणम् इत्युक्ते तस्मात् पूर्वम् एकः परिच्छेदः अस्ति ओ अस्तु क्षम्यताम् अधुना काशिकायां किं लिखितम् इति पश्येम हल् उत्तरस्य य शब्दस्य अर्धातके लोपः भवति इति उक्तं देविदिता देविदितुं देविदितव्यमिति यस्य इति सङ्घातग्रहणमेतत् इति लिखितमस्ति अत्र अलोन्तस्य इत्येतद् न भवति अलोन्तस् इत्येतद् न भवति अतो लोपः इत्यनेन एव तस्य सिद्धत्वात् अस्तु अलोन्तस्य इत्यनेन तत्र इत्येतद् न भवति अतो लोपः इत्यनेनैव तस्य सिद्धत्वात् अकारस्य लोपः भवति खलु तत्र अतो लोप इति सूत्रमस्ति खलु तत्र सति यस्य इत्यनेन तत्र य इत्यस्य अलोन्तस्य इत्यनेन तत्र य शब्दस्य अकारलोपः भवति वा इति प्रश्नः तद् न भवितुं तत् आवश्यकता नास्ति किमर्थं सूत्रमेव अस्ति तत्र अतो लोप इति कार्यं करोति अतः यस्य इत्यनेन अकारस्य लोपः इति न इति अत्र अतो लोप इत्यस्ति इत्यनेनैव तत् सिद्धत्वात् हल इति हलः इति वा पञ्चमे निर्देशेन यत्र आदेपरस्य क्षम्यताम् आदेपरस्य इति एकारः अनेन लुप्यते अस्तु तस्मादि उत्तरस्य इति अस्ति तत्र अनन्तरम् आदेपरस्य खलु तत्र यत्र भवति आदिमः भवति खलु अलोन्तस्य इत्यनेन षष्टि इति अन्त्यस्य अलः स्थाने कार्यं भवति इदानीं पञ्चमे अस्ति चेत् आदेपरस्य तस्मादि उत्तरस्य अपि च आदेपरस्य इत्यनेन यकारलोपः यकारः अनेन लुप्यते सङ्घातकरणं किं तत्र ईर्षिता इति अस्ति अत्र ईर्षिता इति अस्ति तत्र किम् अस्ति एकवारम् ईर्षिता इति अस्ति अत्र ईर्षिप्रायः भवेत् महोदय मव्विता इति अस्ति तत्र इति किं हलः अस्तु ईर्षिता इति अस्ति मव्विता इति अस्ति हल् इति किम् इति लोलुयिता इति अस्ति अत्र हल्लु नास्ति तत्र लोलुयिता इति अस्ति कोपूयिता ईषिता इति अत्र किम् अस्ति तत्र अत्र आम् अत्र तत्र कार्यं भवति अत्र काशिकायां य शब्दस्य अर्धातुके लोपः भवति इति तु लिखितमस्ति किन्तु तदा लिखितमस्ति यस्य इति सङ्घातग्रहणम् एतत् सङ्घातग्रहणम् इत्युक्ते यत् यकारस्य लोपः एव भवति न तु अकारस्य किन्तु तदा यकारलोपः प्रसक्तः यदा यकारलोपः प्रसक्तः तदा स च यकारः अकारसहितः स्यात् खलु यदा अकारसहितः तदा यकारलोपः प्रसक्तः यदा स च यकारः अकारसहितः इति सङ्घातग्रहणम् इत्युक्ते यकारस्य लोपः यस्य हलः इत्यनेन स्वीकरणीयं भवति अकारः नास्ति चेत् यकारलोपः न जायते अतः विशेषतः उक्तं यत् यस्य इति सङ्घातग्रहणमेतत् इति उक्तं काशिकायां नो चेत् यदि य शब्दस्य लोपः इत्यस्य सामान्यः अर्थः अभविष्यत् तर्हि यस्य इति सङ्घातग्रहणमेतत् इति वदनस्य आवश्यकता नासीत् अतः आवश्यकता नासीत् खलु अतः एव तत्र विशिष्ट तत्र काशिकायां लिखितमस्ति यत् सूचयति य इति यस्य यकारस्य एव लोपः यस्य इति सङ्घातग्रहणम् एतत् इति नास्ति चेत् तत्र यदि य शब्दस्य लोपः इत्येव स्यात् तर्हि सङ्घातग्रहणम् एतत् इत्यस्य कथनस्य आवश्यकता नासीत् य शब्दस्य लोप इत्यस्य वदनेन सर्वेषां बोधः तु भवति एव यद्वयोः वर्णयोः लोपः जायमानः तदानीम् अतिरिक्तं वक्तव्यम् अस्ति यदा सामान्यः अर्थः नास्ति अस्तु अत्र सामान्यः नास्ति अत्र य शब्दस्य लोपः भवति चेत् अत्र सङ्घातग्रहणम् इत्यस्य आवश्यकता नासीत् तत्र तत्र वदनस्य आवश्यकता नासीत् अत्र विशेषमस्ति इति कृत्वा अत्र य इत्यनेन अकारयुक्तयकारस्य लोपः भवति इति स्वीकर्तव्यं भवति यस्य हलः इत्यनेन एतावता वयं तदेव कृतवन्तः गतपाठे सर्वं यकार एव लोपः कृतवन्तः खलु, परन्तु शास्त्रीयरीत्या कथं वा चित् साधनीयं भवति यकारस्य लोपः इति सूत्रे यस्य इति उक्तं तदस्ति इदानीं आदेयपरस्य इति उच्चरेण य इति अस्ति सङ्घातग्रहणम् इति तादृश यकारस्य यः अकारयुक्त यकारः इति स्वीकर्तव्यं भवति इति अस्ति. अवगतं वा उषा भगिनी, अरुणा भगिनी? आं भगिनि, आदेहे परस्य यकारः पञ्चमी अस्ति इत्यनेन हलः इति पञ्चम, हलः इति पञ्चमः पञ्चमी विभक्ति अस्ति इत्यनेन देन्न यकार अकार इत्यस्य कृते यकारः आदेहे आदिमवर्णः यकारः एव लुप्यते अकारः. अनन्तरम् अतोलोपः इत्यनेन प्रश्नः उदेति यत् काशिकाकारस्य च अपरेषां व्याख्याकारणाञ्च मनसि कुतः विचारः आगतः यस्येति सङ्गातग्रहणम् एतत्. यस्य हलः इति सूत्रे तदर्थमेव यस्य इत्युक्तं न तु यः, नो चेत् यः हलः इति सूत्ररूपं स्यात् तेन यकारस्य एव लोपः भवति स्पष्टतया सूचितः अभविष्यत्. ओके, किन्तु तदा अकारसहितयकारः भवेत् इति तादृशी सूचना न प्राप्येत. यः हलः इत्युक्ते ओके, यस्य इत्यस्य कथनेन प्रथमाविभक्तौ यः, यः इत्यस्य प्रथमाविभक्तौ यकार, यकार इत्येव नाम यकारः एव. ओके, किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति, अधोभागे प्रदर्श्यते. सो यः इति प्रथमाविभक्ति चेत् एव शब्दं प्रातिपदिकम् ओके इत्यस्य कृते यः हलः इति भवति, हलः इति सूत्रं भवेत्, यः हलः इति अस्ति चेत् हलन्तशब्दः अस्ति चेत् यः इति षष्ठी विभक्तिः भवति, अकारान्तशब्दः अस्ति चेत् अकार रामस्य इव षष्टि, यस्य इति षष्टि. आम् आम् यः इति देन् षष्ठी विभक्ति, परन्तु इय इति प्रातिपदिकं चेत् इय योगः स् एव भवति खलु, दट् इस् फर् षष्ठी, बट् प्रथमाविभक्ति प्रथमाविभक्ति प्रत्यये स् एव. आमामां एव लोपः खलु, देन् हल्न्याभ्योधि गात्य यौ यः यः इति हलन्तशब्दवत् हलन्त हलन्त इय एव तिष्ठति खलु प्रथमाविभक्ति सत्यम्. ओके सत्यम्, किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति, अधोभागे प्रदर्श्यते. अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन य शब्दः इति अर्थः न भवितुम् अर्हति, यतोहि तदा अस्ति चेत् अचः परस्मिन् पूर्वविधौ इत्यनेन अजादेशस्य अभावात् सानिवद्भावः न भविष्यति. ओके, यस्मात् गुणकार्यस्य सिद्धत्वात् अनिष्टं रूपम् आयास्यति. अतः यः नोक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, यस्य इति उक्तं चेदपि य शब्दलोपः असम्भवः. अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं यस्येति सङ्गातग्रहणमेतत्. शार्ट् आफ् फालो भगिनि दट् अच परस्मिन् पूर्वपितौ वैफ् ओके वयं जानीमः दट् ऐ अण्डर्स्टुण्ड् बट् देन् द लास्ट् वन् अनेन अतः यः न उक्तम् इति कृत्वा न उक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति यस्य इति उक्तं चेदपि यशब्दलोपः असम्भवः यस्य इति उक्तं चेदपि यशब्दलोपः असम्भवः अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं यस्येति सङ्घातग्रहणम् एतत् ओके ओके यकार अकारयुक्तयकारः इति इष्ट अर्थः यकारलोपः इति इत्यनेन यस्य इति उक्तं चेदपि यशब्दलोपः असम्भवः यस्य इत्यनेन देन् रामस्य इत्यस्य कृते देन् यकार अकार इव दृश्यते परन्तु देन् यस्यति कार्यं करोति खलु सः अत्र असम्भव य शब्दस्य लोपः न भवितुमर्हति यकारस्य एव भवति अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं यस्येति सङ्घातग्रहणम् एतत् ओके यकार अकारयुक्तयकारः आवश्यकः परन्तु यकारस्य एव लोपः भवति केवलं यकारः अस्ति चेत् लोपः न भवति यस्य हलः इत्यस्य प्रसक्तिः एव न भवति सो तत् इट् हेस् टु अकार शुड् बि यः हलः इति भवति चेत् तत्र अन्यत्र अनिष्टरूपं भवति इति अतः एव यस्य हलः इति किमर्थम् इति अग्रिमपरिच्छेदः अपि पठतु भगिनि पश्यामः अग्रे तत्र अलौन्तस्य इति एतत् न भवति इत्येतत् न भवति तत्र अलौन्तस्य इति एतत् न भवति अतो लोपः इत्यनेन एव यस्य सिद्धत्वात् एतद् वाक्यं तत् काशिका इति अस्ति खलु महोदयेन पठितं खलु सो एकमेकं वाक्यं स्वीकृत्य तत्र वदति तत्र अलौन्त्यस्य इत्येतद् न भवति अतो लोपः इत्येन तस्य सिद्धत्वात् तद्वाक्यस्य इदानीं विवरणम् अत्र विवरणम् अस्तु यस्य हलः इति सूत्रे यस्य इति षष्ट्यन्तं पदं तदर्थं सूत्रे यस्य हलः इत्यस्य कथनेन अलोन्तस्य इत्यनेन यकार उत्तरवर्तिनः अकारस्य एव लोपः भवति स्म ओ इफ् इट् इस् इफ् इट् हेस् तत्र अण्ड् अलोन्तस्य ओके किन्तु अस्य आवश्यकता नास्ति यतोहि अतो लोपः इत्यनेन अकारलोपः सेत्स्यति अतः उक्तं यत् अतो लोपः इत्यनेन एव तस्य अकारस्य अकारलोपस्य अकारलोपः सिद्धः अतो लोपः इत्यनेन एव तस्य सिद्धत्वात् अलोन्तस्य इति एतत् न भवति सो पूर्वं वट् काशिकायां य शब्दस्य आर्धदादिके लोपः भवति इति लिखितम् ओके फलः उत्तरस्य य शब्दस्य आर्धदादिके लोपः भवति अत्र तत् यद् दत्तम् इदं तत्र अलौन्तस्य इति एतत् न भवति ओके अलौन्तस्य इत्यनेन एव देन अकारस्य लोपः भवितुम् अर्हति यस्य लोपः इत्यनेन बट् तत्र इत्यपि न दत्तम् इत्यनेन एव सो देन् अतो लोपः इत्यनेन एव अकारस्य लोपः प्रथमं यस्य हलः अनन्तरम् अकारस्य लोपः अतो लोपः इत्यनेन तत्र षष्ठी इति स्वीकुर्मः चेत् यस्य हलः इति सूत्रे यस्य इत्यस्य षष्ठी अन्तं स्वीकुर्मः चेत् तत्र यस्य लोपः इत्यस्य कथनेन यस्य लोपः षष्टि अन्तस्य खलु अलोन्त्यस्य इत्यनेन तद् अकारस्य अन्तिम अकारस्य लोपः भवति स्म किन्तु तस्य आवश्यकता नास्ति इति वदति काशिका किमर्थम् इत्युक्ते अतो लोपः अस्ति अकारलोपस्य कृते तद् अलोन्त्यस्य इत्यस्य आवश्यकता नास्ति अतो लोपः इत्यनेन एव अकारलोपः कर्तुं शक्यते न तु अलोन्त्यस्य आवश्यकता सो इदानीं यस्य इति षष्ट्यन्तं पदम् इत्यस्य का आवश्यकता इति प्रायः अग्रिम परिचयः अस्ति इति चिन्तयामि पश्यामि प्रायः अरुणा भगिनी तदा अरुणा भगिनी पठति वा कदा काशिकायां सदा काशिकायां दत्तमस्ति सदा काशिकायां दत्तमस्ति यत् हल इति वा पञ्चमी निर्देशः तत्र आदेः परस्य इति यकारौ अनेन लुप्यते यकारः अनेन लुप्यते अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमीविभक्तौ तदर्थः तदर्थं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रार्थविकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम् अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः यत् यकारस्य एव लोपः न तु या शब्दस्य तस्य प्रतिपादितार्थम् इतोपि एकः मार्गः अयम् काशिकायां वर्तते केवलं यकारलोप एव भवति यदि तदर्थं हल इति पञ्चमीनिर्देशमस्ति तत्र आद्येः परस्य नूतनसूत्रम् अनुसूत्रम् आगत्य यकारः अनेन लोप्यते आद्ये च परस्य सूत्रं यकार यशब्दस्य लोपः भवति केवलम् अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमीविभक्तौ तदर्थ लोपः य विधीयते सः केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति तत्र आदेः परस्य सूत्रमस्ति आदेः परस्य इति सूत्रं तत्सूत्रं वदति यकार एव लुप्यते किमर्थम् चेत् हलः इति पञ्चमीविभक्ति स्वीकृत्यां चेत् कार्य तदर्थं लोपः विधि केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति यकाराकारास्ति प्रथमवर्णः यकार तस्य लोपो एव भवति आदेः परस्य इति सूत्रेण अत्र बोध्यं वा अपि अस्ति सूत्रे तेन सूत्रार्थकं विकल्पम् इति वा इति पदम् अस्ति परन्तु तत् न तु केवलम् अन्यरूपमपि पादित् न भवति इदर्थं नास्ति इति मात्रा उक्तम् अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः यकारस्य एव लोपनतु या शब्दः तस्य प्रतिपादनार्थम् इतोपि एकः मार्गः अयम् ओके तत्र काशिकायाम् अग्रिमपङ्क्तिः स्वीकृतम् इदानीम् हल इति वा पञ्चमीनिर्देशः तत्र आदेपरस्य इति यकारः अनेन लुप्यते तत्र वा इति शब्दस्य विकल्पार्थः नास्ति अन्यमार्गः इतोपि एकः मार्गः यकारस्य केवलं यकारस्य लोपः इति कर्तुम् इति अर्थः वा शब्दस्य, तत्रापि हल इति पञ्चमी निर्देशः स्वीकुर्मः चेत् तत्र आदेः परस्य इत्यनेन यकारस्य केवलं यकार प्रथमवर्णस्य स्थाने एव लोपकार्यं विधीयते, न तु पूर्णस्य. सो तदेव इङ्गितं वा इत्यनेन इतोपि एकः मार्गः अस्ति यस्य हलः इत्यनेन एकः एव अर्थः यकारलोपः न तु पूर्ण य शब्दस्य इति. इदानीं किञ्चित् स्पष्टमस्ति वा? आं भगिनि, काशिकायाम् अन्य मार्गः अस्ति इति उक्तम्. हलः इति पञ्चमी स्वीकृत्य अत्र लकार एव लोपः भवति, न तु अकारलोपः. अग्रे अग्रिमसप्ताहे अनुवर्तयामः. आदेः परस्य इत्यस्मात् पठनीयम्, इतोपि तत्र सन्ति खलु, वयं केवलं हल् इति पर्यन्तं पठितवन्तः, इतोपि अस्ति सङ्गातग्रहणं किम्, ईष्यताम् अव्यता हल इति किं, लूलूयिता पोपूयिता इति तत्सर्वम् अवशिष्टं, तत् प्रायः अग्रिमसप्ताहे पठिष्यामः. तावदेव अस्ति अस्मिन् करपत्रे, अनन्तरं केवलं यङ्लुगन्तानां तव्यत्वमुच् पाठं अहं चिन्तयामि अग्रिमसप्ताहे पाठं समापयितुं शक्नुमः इति. समापनं कृतं चेत् वयं पूर्णतया एकवारं पुनरावलोकनं कुर्मः तस्य पाठस्य, कुत्रचित् आरब्धं कुत्रचित् गतं पाठं. समीचीनं वा? धन्यवादः. धन्यवादः. नमस्कारः भगिनि. नमस्ते.